नमस्कारः। अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। जुहोत्यादिगणः इति पाठः प्रवृत्तमानः अस्ति। तत्र वयम् आकारान्तदातवः इति परिशीलितवन्तः गतसप्ताहे अपि। तत्र डुधाय् डुधाय् इति धातुः द्वौ धातु स्तः, तत्र तस्मिन् विषये सूत्राणि तु पठितवन्तः। अद्य रूपाणि साधयामः किञ्चित् पुनःस्मरणरूपेण। दुधाय् दुधाय् इति धातुद्वयम् अस्ति, तत्र द्वित्वं कृत्वा दधा दधा इति भवति। तत्र हलादिपित्सु तु गुणः न भवति, आकारान्तधातुः इति कृत्वा तत्र केवलं वर्णमेलनमेव भवति। अजादिपित्सु अपि केवलं सन्धिकार्यं भवति। अनन्तरं हलादि अपित् अस्ति चेत् तत्र श्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः भवति। अनन्तरं करीच इत्यस्य अवसरः अस्ति चेत् करीच चत्वसन्धिः, जष्ट्वस्य अवसरः अस्ति चेत् जष्ट्वसन्धिः इति भवति। अजादि अपित् अस्ति चेत् तत्रापि श्नाभ्यस्तयोरातः इत्यनेन आकारलोपः भवति। पूर्वं वयं दृष्टवन्तः ई हल्यगोः इति एकं सूत्रं दृष्टवन्तः, परन्तु अस्य तु प्रसक्तिः अत्र नास्ति। किमर्थम् इत्युक्ते अगूः इति ई हल्यगूः इति सूत्रे अगोः इति दत्तमस्ति, येन गूसंज्ञकधातोः कृते अस्य प्रसक्तिः नास्ति। ई हलि अगोः, अगोः इत्युक्ते न गूः इति कारणेन धा धा धातोः धातुद्वयमपि गूसंज्ञकधातु स्तः, अतः अस्य कार्यम् अत्र न भवति। ई हल्यगोः इति कार्यम् अत्र न भवति। हलादि अपित्सु तु श्नाभ्यस्तयोरातः इत्यनेन एव आकारलोपः इति दृष्टवन्तः। अनन्तरम् एकं विशिष्टसूत्रमासीत् हि प्रत्यये परे, तत्र लोट्लकारस्य मध्यमपुरुषे यदा दधायोगः हि इति आगच्छति तत्र देहि इति भवति। ग्वसोराद् ग्वसोराद्वाभ्यस् अभ्यासलोपश्च, क्षम्यताम्, तत्र हि परे गूसंज्ञकधातोः अस् धातोः स्थाने एकारादेशः भवति इति। तत्र अभ्यासः अस्ति चेत् तस्य लोपः ग्वसोः अभ्यासलोपश्च इति भवति, आम् वसोरे त्वाभ्यासलोपश्च इति सूत्रेण तत्र अभ्यासः अस्ति चेत् तस्य लोपः भवति, अनन्तरम् एकारादेशः भवति इति सूत्रं वदति। अनन्तरम् अन्यत् एकं सूत्रम् आसीत् किल, धा धातोः कृते तत्र बष् भावः, ददस्ततोश्च इति सूत्रं। ददस्ततोश्च इति सूत्रं किं वदति, स्तोः ततोः स्तोः परयोः यदा बष् अस्ति चेत् भष् भवति इति। जषन्तस्य ददः बषः बष् स्तोः ततोः च एव तस्य कार्यं। यदा परः सकारकः ध्व, अनन्तरं तकारः थकार प्रत्ययः अस्ति चेदेव तस्य कार्यम् इति वदति। अतः सूत्राणि तु दृष्टवन्तः, रूपाणि साधयामः। प्रथमं महोदय, तत्र क्षम्यताम्, पूर्वतन लोपो इति आसीत् यकारात् सार्वत्रिकप्रत्यये परे ओहाक् धातोः आकारस्य लोपः भवति इति, तत्तु श्नाभ्यस्तयोरातः इत्यस्य तत्र तस्य प्रसक्तिः भवति वा, विप्रतिशीलपरङ्कारम् इत्यनेन भवति वा? अहं चिन्तयामि ओहाक् धातोः इति प्रतिपदोक्तम् उक्तमस्ति अस्मिन् सूत्रे, जहातेः अङ्गस्य लोपः ई सार्वधातुके इति। मम चिन्तनमस्ति प्रतिपदोक्तत्वेन एव अस्य कार्यं भवति। निमित्तानि तु समानानि, तत्रापि सार्वधातुक कित् ङित् प्रत्यये परे श्नाभ्यस्तयोरातः, अत्र यकारादौ सार्वधातुकप्रत्यये परे, परन्तु ओहाक् धातोः विषये एव अस्य कार्यं भवति किल महोदय. अत्र मम चिन्तनम् एवमस्ति, समानरीत्या श्नाभ्यस्तयोरातः अनन्तरं ग्वसा तद् सूत्रमेव किल, न न न क्षम्यताम्, नो नो तत् सूत्रमेव ग्वसोर तत्र अभ्यासलो अन्य अग्रे आगच्छति एकम् अन्यसूत्रं, तत्रापि समानरीत्या चिन्तनम् आसीत्, गतस्ततोश्च वा न तत् लोपो इति अग्रिमसूत्रं 118 अस्ति, 118 जहातेश्च 116 अस्ति, आचहौ लोपो इत्यस्य अग्रिमसूत्रं तदेव हि प्रत्यये परे गुसंज्ञक न ग्वसोर् किमपि ग्वसोर् हि प्रत्यये परे गुसंज्ञकधातूनाम् अङ्गस्य तथा अस् धातोः एकारादेशः भवति तदा अभ्यासस्य लोपः भवति इति सूत्रं वदति किल, तत्रापि हि प्रत्यये परे अपि श्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः अस्ति, अपित् प्रत्ययः किल, तद् प्रपाद्य एव ग्वसोरेद् इति सूत्रं कार्यं करोति. तत्र किं मम चिन्तनम् एवम् अस्ति, परसूत्रात् बलवत् इति. किमर्थम् इत्युक्ते तत्र तु सार्वधातुकं ङित् ङित् प्रत्यये परे इति उक्तमस्ति श्नाभ्यस्तयोरातः इत्यत्र, परन्तु अत्र तादृश किमपि निमित्तं नास्ति, हि प्रत्यये परे इत्येव उक्तम्. अस् धातोः विषये अपि अस्य प्रसक्तिः अस्ति, अतः अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति समानकाले समानसमये, अतः परसूत्रत्वात् इति मम चिन्तनम्. अत्रापि लोपो इति पित् प्रत्यये अपि कार्यं करोति, अतः तत्रापि अन्यत्र लब्धावकाशः अस्ति, अभ्यस्तराता इति अपि प्रत्यये भवति, अपि च लोपो इति पित् प्रत्ययः अपि भवितुमर्हति खलु, अतः सार्वधातुके न महोदय न भवति, धातुः एव ङिति ङिति यकारादि ङिति प्रत्यये परे लोपोयि इति तत्र ङिति इति अनुवर्तते, लोपः इ जहातेः सार्वधातुके ङिति अङ्गस्य इति अधिकारे अस्ति, असिद्धवत् अत्राभात् इति अधिकारे अस्ति, अनन्तरं ङिति इति अनुवर्तते. अस्माकं करपत्रे प्रायः नास्ति, प्रायः अष्टाध्यायी डाट् काम् मध्ये अस्ति. तर्हि 98 गमहन जनकन गसां लोपः किङिति अनङ्गिति गोस् अप् टु 126 अवश्यम् आगच्छति किल अत्रापि. ङिति यकारादिप्रत्यये परे एव, अतः अपवादस्य चिन्तनमपि सम्यक् एव किल, सार्वधातुके कित् ङित् प्रत्यये परे, अत्रापि सार्वधातुक ङिति प्रत्यये परे, यकारादि इति उक्तम्, परन्तु ओहाक् इति अपि अति प्रतिपदोक्तस्य अपि चिन्तनं सम्यक्, अपवादस्य चिन्तनमपि सम्यक्. निमित्तानि यद् निमित्तमस्ति अपवादस्य, अनन्तरं प्रतिपदोक्तस्य, तत्तु पूरितं किल. अत्र किमपि न दत्तमस्ति अपवादरूपेण अस्ति वा न वा इति. समीचीनम् अस्तु, रूपाणि साधयामः. धातुः प्रथमम् अरुणा भगिनी आरम्भं करोति वा? क्षम्यतां भगिनि, कार्यं न कृतवती, प्रयत्नं करोमि. आम् नास्ति चिन्ता, धा धातुः एव. महाप्रणधा भगिनी, अल्पप्रण धातु जुहातिगणे अस्ति, ततः प्रथमं जुहातिगणे शप् आगच्छति, लोपः भवति, तद् स्लौ इति सूत्रेण द्वित्वं भवति, दा भवति, तद् दा समये अभ्यासकार्याणि अस्ति, प्रथमं प्रथमकार्यं हश्व सम्यक् ह्रस्वः एकः एव कार्यमेव ददा अस्ति, ददा योगः तिप् पित् अस्ति परन्तु अपित् अस्ति शारदा किमर्थम् अपित् भगिनि तिप् तिप् एव ततः केवलं सूत्रं किं भगिनि ददा योगः ति काव्यस्योर् आदः इति सूत्रेण अलादि अपि अस्ति, आकारः लोपः भवति, ददा योगः दत्ति इति रूपं भवति भगिनि. परस्मैपदी लट्लकार प्रथमपुरुष एकवचनं रूपं किं दधा धातोः भा धातुः सामान्यतया वदतु भगिनि. ददाति एव किल बालकः पुस्तकं ददाति एव किल ददाति सामान्यधातुः ददाति इति. इदानीं रूपं साधयतु, ददाति रूपं जानाति, इदानीं प्रक्रिया वदतु. ददा योगः ति ददा योगः ति केवलं वर्णमेलनमेव ददाति तावदेव कः ददा योगः कः अपित् अस्ति अलादि अपित् अस्ति तदेव स्नाभ्यस्तयोर् अतः इति सूत्रेण अकारलोपः भवति दकार तकार भवति केन सूत्रेण भगिनि दत्तः इति रूपमस्ति खरीच तः इति कीदृशवर्णः दकारः इति कीदृशवर्णः सन्धिः कः खर्वर्णः अतः दकारस्थाने तकार आगच्छति दत्त यभतः दत्तः इति रूपमस्ति तदनन्तरं दद्दा योगः अति ददाति इति रूपम् आगच्छति पुनः ददाति इत्येव आगच्छति वा ददाति दत्तः बहुवचने किं रूपम् अपि अस्ति अकारलोपः नाभ्यस्य अतः इति सूत्रेण दद् योगः अदि अति ददाति रूपमस्ति ददति ददति अकारलोपः किल श्नाभ्यस्तयोरातः इत्यनेन अकारलोपः भूत्वा दद्योगः अति क्षम्यतां दद्योगः अति ददति तदनन्तरं ददा योगः सिप् अपि पित्तस्ति केवलं ददासि इति रूपं पदपुरुष एकवचन ददा प्लस् स्तः हलादि अपित् अस्ति नाभ्यस्तयोर् अतः इति सूत्रेण अकारलोपः दद् युगः अत्रापि तकार खर्वणः अस्ति तथा खरिच इति सूत्रे दत्तः इति रूपं भवति दत्तः दत्तः ददा युगः मिप् ददामि ददामि ददा युगः दद्वः दद्मः तत्र किमपि कार्यमस्ति वा अत्रापि स्नाभ्यस्तयोर् अतः इति सूत्रेण लोप अकारलोपः भवति तथा दद् युगः वस् दद्वः दद्मः समीचीनं भगिनि धन्यवादः विजया भगिनी लोट् लकारः वदति वा आं भगिनि लोट्लकारः पूर्वं वयं दृष्टवन्तः तत्र ददा इति पदं निष्पन्नम् अनन्तरं तत्र करिचय इति सूत्रेण तृतीयवर्णस्य स्थाने तत्र करिचय इति प्रथमवर्णः आगच्छति प्रथमवर्णः तकारः अनन्तरं तात् योजनेन दत्तात् इति पदं निष्पन्नम् अनन्तरं तादृशमेव तदा योगः तु इति अस्ति सिद्धरूपेण अतः तत्र ददातु इति अनन्तरं दत्तां तत्रापि करिचयति पूर्वं श्नाभ्यस्तयोरर्थः इति सूत्रं कार्यं करोति तत्र आकारः लोपः भवति अनन्तरं करिचयति सूत्रेण प्रथमवर्णः तकारः आगच्छति तत्र अपि दत्तां ताम् इति योजनेन दत्ताम् इति आगच्छति अनन्तरं तत्र ददतु इति अस्ति तत्र अपि आकारलोपः तु इति अस्ति किमर्थं चेत् तत्र अन्तु इति लोपः अस्ति तत् स्थाने अभ्यस्तात् इति सूत्रेण अन्तुस्थाने अत् आगच्छति अतः तत्र ददतु इति अनन्तरं देहि ददतुः ददतुः वा अन्त इति स्थाने अत्येव आगच्छति अनन्तरं तु एकनिमिषम् क्षम्यतां सम्यक् समीचीनमेव मम अस्तु एव ददतु एव अस्तु अनन्तरं देहि इति अस्ति तत्र अस् धातोः तत्र एकारः आदेशः भवति अतः तत्र दे इति अस्ति अनन्तरं इ हि केन सूत्रेण योजनेन दति इति प्रथमम् अस्ति गुसोरो गु असो येत् हौ अभ्यासलोपः इत्यनेन किं भवति भगिनि अस्धातोः एकार आदेशः भवति अतः दे इति अस्ति अनन्तरं सिद्धरूपेण हि अस्ति अतः देहि इति पूर्वतनं पूर्वमेव दृष्टवन्तः दत्तात् इति अनन्तरं दत्तं तादृशमेव तं योजनेन दत्तमिति सा योजनेन दत्त अनन्तरं ददानि इति अस्ति ददा सिद्ध पूर्वं कृतवन्तः श्लौ अनन्तरं दादा रश्व इति एतत् सूत्रेण ददा इति अस्ति अनन्तरं आणि इति अस्ति आणि तत्र तत्र वर्णमेलनमेव अकः सवर्णदीर्घ इति सूत्रेण कि मितिच इति कार्यं न करोति अत्र, अतः तत्र अकः सवर्णदीर्घः एव आगच्छति ददामि इति. अनन्तरम् आव आम ददाव ददाम तावदेव. श्रीवल्ली भगिनी लङ्गी वदति वा? आं भगिनि, आं भगिनि. लङ्गि अङ्गम् इस् ददा, ददा योगः तकारः, तकारः इस् हलादि अस्ति अस्ति हलादि ददा प्रथमं लुङ् लङ् लुङ् अडुदात्तः इत्यनेन अडागमः अददा, अददा योगः तकारः अददात् इति रूपं भवति. अददा योगः ताम् इति हलादि अपित् प्रत्ययः अस्ति इति कारणेन स्नाभ्यस्तयोरातः आकारस्य लोपः भवति. ददा योगः अददा योगः ताम् अदत्ताम् अददत्तां खरिच इति सूत्रेण दकारस्य स्थाने तकारः आगच्छति रूपं भवति अदत्ताम् इति. बहुवचने पुः इति प्रत्ययः अददा योगः पुः, पुः इति अजादि अपित्सु इति स्नाभ्यस्तयोरातः इति अनेन आकारस्य लोपः भवति. अददा योगः उः अदद् अददुः इति रूपं भवति. मध्यमपुरुषे हलादि सकारः हलादि पितस्य हलादि पितस्य अददाः अददाः इति रूपं भवति. तम् इति हलादि अपितस्य स्नाभ्यस्तयोरातः इति अनेन आकारस्य लोपः भवति. खरिच सूत्रं सूत्रेण दकारस्य स्थाने तकारः भवति रूपं भवति अदत्तम्. ता इति बहुवचने हलादि अपि तस्ति स्नाभ्यस्तयोरातः इति अनेन आकारस्य लोपः भवति. खरिच इति सूत्रं सूत्रेण अदत्त इति रूपं भवति. उत्तमपुरुषे अम् इति प्रत्ययः उत्तमपुरुषे अम् इति पितस्ति अजादि पितस्ति केवलं सन्धिकार्यं भवति. ददा ददा आनि आनि सारि नो नो लङ् लङ् इति अम्मोल् अम्मोल् या ददा योगः अम् इति सन्धिकार्यमेव अददाम् इति रूपं भवति. पर वकारः द्वितीयवचने ददा योगः वकारः हलादि अपि तस्ति स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति रूपं भवति ददाव अदद्वा अदद्वा अदद्म. समीचीनं भगिनि, धन्यवादः. उषा भगिनी विधिलिङ्गी वदति वा? आं भगिनि, ददा इति अङ्गं विधिलिङ्ग् प्रत्ययः सर्वे प्रत्ययाः हलादि अपित् प्रत्ययाः स्नाभ्यस्तयोरातः इति सूत्रेण प्रसक्तिः अस्ति. ददा इति अङ्गं स्नाभ्यस्तयोरातः इति सूत्रेण दद् इति भवति. तद् योगः यात् तद्यात् तद्यातां तद् युः तद् याः तद् यातं तद् योगः यात तद् योगः यां तद्यां तद्याव तद् याम. समीचीनं भगिनि. आत्मने क्षम्यताम् उभयपदी अस्ति, अतः भगिनी भवती एव लट् लकारे अपि करोतु आत्मनेपदी. आत्मनेपदी ते ते इति हलादि अपित् ददा योगः ते दा ते इति हलादि अपित् श्नाभ्यस्तयोरातः इति सूत्रेण दद् अङ्गं भवति. तद् योगः ते दद् ते करिच इति सूत्रेण दद् इति तत् दद् भवति. योगः ते दत्ते दत्ते तदा तदा योगः आते तदा योगः आते आते इति अजादि अपित् अजादि अपित् भवति. श्नाभ्यस्तयोरातः इति सूत्रेण आ इति लोपः भवति. तदा इति द दद् दद् योगः भवति. तद् योगः आते ददाते सिमिलर्लि ददते दत्ते ददाते ददते ते आते आते से दत्स् द सेम् थिङ्ग् भगिनि थ्रूट् सर्वे प्रत्ययाः समानकार्यमेव अस्ति. श्नाभ्यस्तयोरातः सर्वे प्रत्ययाः हलादि अपित् आर् अजादि अपित् भवति. सो श्नाभ्यस्तयोरातः इति सूत्रेण दद् योग ददा इति अङ्गं दद् योगः भवति. दत्से ददाते दद्वे ददा अण्ड् देन् द्वे that also is yeah dadve yeah dade dade then it should be dade ekarah okay dad dada yogah ekarah ajadi apit dad dade dade dad vahe dad mahe samachinam hala apitah santi pratyayah tu apitah. हलादि अस्ति चेत् तत्र अस्माकं श्नाभ्यस्तयोरातः अनन्तरं करी च अजादि अस्ति चेत् केवलं श्नाभ्यस्तयोरातः तावदेव तदेव भेदः. धन्यवादः भगिनि. रघुपतिमहोदय लोटि वदति वा. आं भगिनि. तदा ताम् आताम् अतां स्व आतां द्वम् इति अपित् अपितः अतः श्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः अस्ति. ददा इति अङ्गम् अस्ति अतः ददा योग ताम् अकारस्य लोपः दद् दद् ताम् अत्र अनन्तरं खरिचैत्येन दत्ताम् इति भवति. अग्रे दद् दद् आतां ददातां दद् अतां ददतां दद् योगस्व दत्स्व अग्रे दद् योग आतां दधातां दद् योगध्वं ददध्वम् इति ये आवहि आमहि अत्र पित् अस्ति अतः ददा योग ऐ अस्ति. ददा योग ऐ अत्र ददा योग ऐ अत्र ददै इति वृद्धिः भवति. ददै वृद्धि अतः ददा ददा योग आवहै अत्र सवर्णदीर्घसन्धि ददावहै ददामहै. सम्यक् महोदय धन्यवादः. ददावहै ददामहै सम्यक्. अरुणा भगिनी पुनः लङ्लकारे लङ्लकारे प्रथमम् अडागम आगच्छति. अदादा अस्ति. अदादा योगः प्रत्यय ता अस्ति. ददा अपित् अस्ति. ततः स्नाभ्यस्तयोरातः इति सूत्रेण अकारलोपः अकारलोपः भवति. अदत् खरीच इति सूचने अदत्ता इति रूपं भवति. द्विवचने अददा आताम् अत्र अपित् अस्ति. ततः स्नाभ्यस्तयोरातः इति सूत्रेण अकारलोपः भवति अदाताम् इति रूपम् अत इति प्रत्ययः अत्रापि स्नाभ्यो स्नाभ्यस्तयोरातः इति सूत्रेण अकारलोपः अदतत इति रूपमस्ति मध्यमपुरुषे अदा अत्रापि अपि अस्ति ततः अदात् योगः ता इति करीचा इति सूत्रेण तकार भवति अदत्ताः आथाम् इति प्रत्ययः ततः अदात् अकारलोपः स्नाभ्यस्तयोरातः इति सूत्रेण अदाताम् इति रूपं द्वम् अदद्वम् अत्रापि अकारलोपः द्वं जल्वर्णः करिचना प्रवर्तते अदद्वम् इति रूपम् इ इति प्रथमविभक्ति उत्तमपुरुषे एकवचनं केवलं वर्णमेल अपि तस्ति ततः अकारलोपः नाभ्यस्तयोर् अधः इति सूत्रेण अदादि अत्रापि वहि अत्र अपि अस्ति चेत् अकारलोपः स्नाभ्यस्तयोर् अधः इति सूत्रेण अदद्वहि अदद्महि इति रूपं निष्पन्नं भवति. समीचीनम्. अदधि अदद्वहि अदद्महि. सम्यक् भगिनी, धन्यवादः. विजया भगिनी विधिलिङ्गि वदति वा? आं भगिनि, विधिलिङ्गकारः आत्मनेपदं तत्र सर्वत्र प्रत्ययमेव मेलनं दधीति अस्ति ईत ईयाताम् ईरन् एतत् सर्वम् आगच्छति अतः दधीत दधीयातां दधीरन् अनन्तरं ताः यातां द्वं दधीताः दधीयातां दधीद्वम् ईय वहि महि ईमहि ई वहि ईमहि तत्र दधीय दधीवहि दधीमहि. नमस्कारः. केन सूत्रेण अकारलोपः भवति भगिनि तत्र? स्नाभ्यस्तयोरतः इति सूत्रेण सर्वत्र अकारः लोपः एव भवति. सम्यक्, उत्तमं, धन्यवादः भगिनि. अतः अग्रिमधातुः दुधाय् इति, तदपि उभयपदमस्ति, अत्र तत्रापि रूपं साधयामः. महोदय, रघुपतिमहोदय, लटि वदति वा? हा भगिनि, एकवारं कुत्र लटि? हा, दुधाय् इति धा धा अत्र, अनन्तरं ह्रस्वश्च अपि च किं भवति दधा इति केन सूत्रेण? एकवारं दधा दधा इति ह्रस्व अपि च अस्तु चर्च अभ्यासे चर्च इति अर्थेन दधा दधा इति भवति. दधा योगति दधाति इति भवति. दधा योगतः इति अस्ति, अतः अत्र स्नाभ्यस्तयोरातः इत्यनेन एतदपि भूसंज्ञका अस्ति, अतः तत्र आकारस्य लोपः भवति स्नाभ्यस्तयोरातः इत्यनेन. अतः दध् त अत्रापि दत् एकवारं किं भवति अत्र सूत्रमस्ति वा? दत्तः एक दत्त किमस्ति? जल्वर्णस्य स्थाने जश्वर्णः आगच्छति. दत्त दध् दध् योगत्त इति अस्ति. दत् दत् करि एकं सूत्रमस्ति तकार दधस्ततोश्च. दधस्ततोश्च अस्तु. बश् भवतोः ततोः च इति स्मरतु. सकार द्व स्तुवोः ततोः इति निमित्तम्. तथा योगार्थः इति अस्ति. इदानीम् अत्र इदानीं दध तत् इत्यनेन ध स्थाने ध भवति, दध इति भवति, दध योगार्थः. इदानीं खरिच इत्यनेन अत्र दत्तः इति भवति, दत्तः इति सम्यक् दत्तः. एकवारम् इदानीम् अति अति खलु, अस्तु अति अदभ्यस्तात् इति अस्ति. अत् अति दधा योग अति, अत्र अकारस्य लोपः आकारस्य लोपः भवति स्नाभ्यस्तरातः न, अतः ददति ददति इति भवति. अग्रे अग्रे सि इति दधायुग सि अस्ति, दधायुग सि अत्र दध केवलं वर्णमेलनं दधासि इति भवति, दधासि. अग्रे दधायुग ध इति अस्ति, अत्रापि अकारस्य लोपः, अनन्तरं ददस्ततोश्च इत्येन दत्तः इति भवति, दध दत्तः इति रूपम्. अग्रे करीच अपि कार्यं करोति खलु तत्र मध्ये. एकवारं करीच एक करीच करिचसूत्रं कार्यं करोति करिचः दत्तः इति भवति. दकारस्य इदानीं धकारस्य तकारः भवति, अतः दत्तः इति भवति. आं सत्यम्. अग्रे अग्रे दधा योगत इति अस्ति, अत्रापि ददस्ततोश्च इत्यनेन बष्पावः अतः अत्रापि दध अनन्तरं दत्त इति भवति. अग्रे अग्रे एकवारं कुत्र अस्ति दध दधा योगमि दधामि. अग्रे स्नाभ्यस्तवरातः इत्यनेन आकारस्य लोपः भवति, दध्वः दध्मः इति रूपम्. तत्र दधासि इति मध्यमपुरुषे सकारादिप्रत्ययः परः अस्ति, तत्र किमर्थं दतस्ततोश्च इत्यस्य कार्यं नास्ति? तथा ददासि अत्र नास्ति खलु भगिनि, अत्र नास्ति इति जानामि. किमर्थं जस् न जस् नास्ति खलु, आकारः अस्ति खलु, जशन्तः आकारः अस्ति खलु, लोपः न भवति, अतः न भवति. सकारादिप्रत्ययः परः अस्ति परन्तु जशन्तः नास्ति, अतः तत्र प्रसक्तिः नास्ति. समीचीनं, धन्यवादः महोदय. अनन्तरं तस्य क्रमः श्रीवल्ली भगिनी लोपि वदति वा? आं भगिनि, धता इति अङ्गं, धतायोगः तु प्रत्ययः, तु इति हलादिपित अस्ति, हलादिपित अस्ति, कोऽपि कार्यं नास्ति. दधातु इति रूपं भवति. तात् दधायोगः तात् तात् इति हलादि अपि अस्ति. प्रथमं निष्णाभ्यस्तयोरधः इति सूत्रेण आकारस्य लोपः भवति. दध प्लस् दे योगः तात् ददस्ततोश्च ददस्ततोश्च इति सूत्रेण धकारस्य स्थाने धकार लोट् एकनिमिषं भगिनि. आं भगिनि, दतस्ततोश्च इत्यनेन दकारस्य स्थाने प्रथम दकारस्य स्थाने दकारः भवति इति दध् योगः दध् योगः तात् करिच इति सूत्रेण द्वितीयधकारस्य स्थाने तकारः भवति इति रूपं भवति द्वितीयतकारः कुत्र न सारि दत्तात् न दद्ध इति अभ्यासः इति प्रथमं इति स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति सो रूपं धा योगः तात् प्रथमं धतस्ततोश्च इति सूत्रेण आदिमधकारस्य स्थाने धकारः भवति तथा अल्पप्राणयोगः भवति तथा योगः तात् इति हलादि अपित् प्रत्ययः अस्ति परन्तु खरिच इति सूत्रेण धथा योगः धकार बिकम्स् तकार तत् योगः तात् धत्तात् इति रूपं भवति ताम् इति समानमेव धत्तां स्नाभस्तयोरातः अधस्ततोश्च अवन्तु खरिच इत्यनेन रूपं भवति धत्ताम् अतु इति प्रत्ययः अतु इति अजादि अपि तस्ति स्नाभ्यस्तयोरातः इति अनेन आकारस्य लोपः भवति तथा योगः अतु धततु इति रूपं भवति धत् योगः अतु दतु धततु मध्यमपुरुषे हि प्रत्ययः अपि तस्ति अत्र घ्वसोरेधावभ्यासलोपः च इति सूत्रेण हि प्रत्यये परे धकारस्य अभ्यासलोपः भवति एकारः आदेशः भवति देहि इति रूपं भवति तात् इति प्रत्ययः स्नाभ्यस्तयोरातः ददस्ततोश्च खरिच इत्यनेन धत्तात् इति रूपं भवति तम् इति प्रत्ययः हलादि अपि तस्ति स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति करिच इति सूत्रे भवति धत्तम् इति रूपं भवति समानमेव तकारः अस्ति स्नाभ्यस्तयोरातः आकारस्य लोपः भवति दतस्ततोश्च इति सूत्रेण तथा इति भवति योगः तकारः खरिच इति सूत्रेण धत्त इति रूपं भवति उत्तमपुरुषे आनि इति अजादि पितस्ति इति कोऽपि सन्धिकार्यमेव भवति सवर्णदीर्घः सन्धि दधा योगः आनि दधानि समान आवा इति पितस्ति अजादि पितस्ति आवा सन्धिकार्यमेव दथायोगः आवा दधा वा आमा अपि अजादि पितस्ति सन्धिकार्यमेव दधामा इति रूपं भवति सम्यक् भगिनि धन्यवादः उषा भगिनी लङ्गी वदति वा लङ् दधा इति रूपम् अङ्गम् अस्ति दधा प्रथमः लुङ् लङ् लृङ् ष्वट् उदातः इति सूत्रेण अडागमः अस्ति अदधा योगः तकारः तकारः इति हलादिपित् वर्णमेलनमेव अदधात् द्विवचनं प्रथमपुरुष द्विवचनम् अदधा योगः ताम् ताम् इति हलादि अपित् हलादि अपित् स्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः भवति. अदध् योगः ताम् अदध् योगः ताम् तत्र ददस्ततोश्च इति सूत्रेण ताम् इति त इति निमित्तम् अस्ति. बष्भावः रूपं सिद्ध्यति. धकारस्य स्थाने धकारः भवति. अध करिच इति रूपेण करिच इति सूत्रेण अध अदत्थाम् प्रथमपुरुष बहुवचनं जेर्जुस् इति सूत्रेण सिजभ्यस्त विधिभ्यस्त इति सूत्रेण अभ्यस्तधातु उष् भवति. अदधा योगः उस् उस् इति अजादि अपित् कारणेन श्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः भवति. अद अदद् उस् अद दुस् अद अदधुः मध्यमपुरुष एकवचनं अद अदधा योगः सकार वर्णमेलनमेव. अद ससजोरुः अण्ड् विसर्जनीयसि सह दट्ट करवसानियो विसर्जनीयः अवसान अदधाः मध्यमपुरुष द्विवचनं अदधा योगः तम् अदधा योगः तं तम् इति हलादि अपित् स्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः भवति. अद अदद् योगः तम् अदद् तं तकारनिमित्ता अस्ति. ददस्ततोश्च इति सूत्रेण बष्भावः भवति जश् इति निमित्तम् अस्ति. दकारस्य स्थाने धकारः भवति. करीच इति सूत्रेण धकारः स्थाने तकारः भवति. अदत्थम् मध्यमपुरुष बहुवचनम् अदधा योगः तकार श्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः भवति. ददस्ततोश्च इति सूत्रेण धकारस्य स्थाने धकारः भवति. करीच इति सूत्रेण तकारः भवति. ध इति तकारः भवति. अदत्त उत्तमपुरुष एकवचनम् अदधा योगः अम् वर्णमेलनमेव. अदधाम् उत्तमपुरुष द्विवचनम् अदधा योगः द्व हलादि अपित् हलादि अपित् अदधा योगः द्व दा आकारलोपः भवति. अदद् योगः द्व अद उत्तमपुरुष एव किल उत्तमपुरुष अदद्व अद भगिनि देर् टु दास् वेर् आम् ऐ गेटिङ्ग् द दा योगः द्व आकारलोपः अद द् and then dva okay. so one dakara द्व इस् ओन्लि फर् आत्मनेपदी द्व इति प्रत्ययः किल तद् तत्र नास्ति उत्तमपुरुषे तु वाम एव वाम ओके सम्यक् अस्तु अरुणा भगिनी विधिलिङ्गि वदति वा आं भगिनि विधिलिङ्ग् अत्र प्रत्ययातां युः सर्वे अपि धातुः अतः दधा योगः यात् अपि चेत् स्नाभ्यस्तयोर् अतः आकारलोपः भवति दद्यात् रूपं निष्पन्नं भवति आताम् इति प्रत्यय पदं पुरुषे द्विवचने दधादि अपि अस्ति ततः भगिनी सर्वे तु हलादि अपितः एव किल यात् यातां युः तदेव अत्रापि अकारलोपः भवति स्नाभ्यस्तयोः त्यद्यातां युः दद्युः इति रूपं मध्यं पुरुषे अत्रापि याः अकारलोपः दद्याः यातां दद्यात् अकारलोप दद्यातां दद्यात् उत्तम पुरुषे दद्यां दद्याम दद्याम इति रूपं निष्पन्नं भवति सम्यक् उभयपदी धातु अस्ति भगिनि भवती एव लटि आत्मनेपदी रूपं वदति वा आं भगिनि अत्र ते आते अते ते यदि अपि हलादि अपि अस्ति प्रथमं स्नाभ्यस्तयोर् अतः अकारलोपः भवति दद् अस्ति तद् तकार अस्ति चेत् दद्दोर् ततोश्च इति सूत्रेण दकार धकार भवति धद् धद् योगः ते खरिच इति सूचना दत्ते इति रूपं निष्पन्नं भवति तदनन्तरम् आते अजादि अपि अस्ति ततः प्रथमं वर्णमेलन एव दधाते अपित् किल अपित् स्नाभ्यस्तयोरातः स्थाभ्यस्तयोरातः सूत्रेण अकारलोप दधाते रूपं भवति अते अस्ति अतरपि अकारलोपः भवति दधते इति रूपं निष्पन्नं भवति मध्यं पुरुषे ते अस्ति अपित् अस्ति अकारलोपः भवति तदनन्तरं खरिच इति सूत्रेण तस्मात् पूर्वम् एकं कार्यमस्ति सकारप्रत्ययः परः अस्ति चेत् इति सूत्रेण धकार धकारलोपः भवति ततः दत्से धकार भवति लोपः न भवति धत् योगस्य धत् खदिच इति सूत्र दत्से रूपं भवति तदनन्तरम् आते अजादि अपि अस्ति प्रथमं स्नाभ्यस्तयोर् अतः इति सूत्रेण लोपः भवति दधाते इति रूपं निष्पन्नं भवति द्वे द्वे अलादि हलादि अपित् अस्ति. प्रथमम् आकारलोपः वैष्णाभ्यस्तयोगातः, तदनन्तरं दधश्चतौरस्तथौश्च इति सूत्रेण धकारः भवति दधद्वे. अन्यत् कार्यमस्ति वा किमपि? जलां भगिनि, जलां जषि, जलां जश् जषि, जलां जश् जषि सूत्रेण दधद्वे भवति. ये अस्ति हलादि अलादि अजादि अपि अस्ति, ततः केवलं वर्णमेलनं प्रथमं दधा योगः ये किल आकार एकारयोः न न तत्र वर्णमेलनमेव खलु भगिनि. कीदृशप्रत्ययः एकारः अजादि अपि अतः समीचीनं दधे रूपं वहे अत्र हलादि अपिस्त् अस्ति, ततः स्नाभ्यस्तयोरातः इति सूत्र अकारलोपः दद्वहे दद्महे. सम्यक् भगिनी. जलां जशोन्ते जल अन्यत् सूत्रं किं? जल् जलां जष्ट्वसन् जषि द्वयोः भेदः कः भगिनि? पदान्ते जलस्थाने पदान्ते अस्ति चेत् जलस्थाने जश् आदेशः भवति. जलां स्थाने जश् आदेशः भवति जषि परे एव, जश् परे एव जलां जश् जषि इति अपदान्त अपदान्तकार. सम्यक् भगिनि. पदान्त त्रिपाद्यामेव अस्ति सूत्रद्वयमपि. ए टु इति जलां जशोन्ते, तस्य कार्यं तु पदान्ते जलः स्थाने जशादेशः. जलां जश् जषि इति यदा वयम् इदानीं कृतवन्तः, जलां स्थाने जशादेशो भवति जषि परे इति. 8-4 इति. सम्यक् धन्यवादः भगिनि. विजया भगिनी लोटि वदति वा? लोट् लकारः आत्मनेपदं ड इति धातुः. तत्र प्रथमं अभ्यासे चर्चा इति सूत्रेण चतुर्थवर्णस्य स्थाने दकारः तृतीयवर्णः आगच्छति. अनन्तरं ततस्ततोच इति सूत्रेण तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति द इति. अनन्तरं खरिचे इति सूत्रेण तकारः तकारः आगच्छति. अनन्तरं ताम् इति अस्ति दत्ताम् इति. अनन्तरं ददा इति स्नाप्योश्चर तयोः रातः इति सूत्रेण तत्र आकारः लोपः भवति. ददा इति अस्ति, ताम् इति अस्ति ददा ताम् इति. अनन्तरं ददत्ताम् इति तत्रापि स्नाभ्यस्तर रातः इति सूत्रेण तत्रापि आकारः लोपः भवति. ददत्ताम् इति मेलनं ताम् इति. अनन्तरं दत्स्व तत्र खरिच इति कार्यं करोति. दत् अनन्तरं स्व इति मेलनं दत्स्व इति. अनन्तरं ददाताम् ताम् इति अस्ति तत्रापि. पूर्णप्रक्रिया वदतु भगिनी. खरिच एव कार्यं करोति वा तत्र? खरिच इति कार्यं करोति. अनन्तरं स्व इति सिद्धरूपम् अस्ति, सिद्धप्रतिमस्ति मेलनेन दत्स्व इति अस्ति. अनन्तरं ददाताम् इति अस्ति. तत्र स्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः भवति. ददा इति अस्ति, ताम् इति मेलनेन ददाताम्. तत्र हलादि अपि तत्सि, अतः तत्र मेलनं ददाताम् इति. अनन्तरं दद्वम् इति अस्ति, तत्र द इति चतुर्थवर्णः, अनन्तरं तृतीयवर्णः अस्ति, तत्र ददस्यतो ददस्ततोः ततो ततोश्च इति सूत्रं कार्यं करोति, अतः तृतीयवर्णः, अनन्तरं द्वम् इति अस्ति मेलनेन, द्वम् इति हलादि अपि तत्सि, अतः ददद्वम् इति अस्ति, अनन्तरं ददे इति अस्ति, दद् इति दद् इति अस्ति, तत्रापि स्नाभ्योस्तरीय एतत् सूत्रं कार्यं करोति, दद् इति अस्ति तृतीयवर्णः प्रथमं, चतुर्थवर्णः अनन्तरं दद् इति, अनन्तरम् ऐकारः अस्ति, एतत् सन्धिकार्यं करोति, अजादि अपि अस्ति अत्र, अजादि पित् अस्ति, ददे इति रूपं निष्पन्नं सन्धिकार्यरूपेण, अनन्तरं ददा इति दीर्घं ददा प्रथमं श्राव्यस्तयोरापः इति आकारः लोपः भवति, ददा इति अस्ति, अनन्तरं वहै महै योजनेन ददा वहै ददा महै इति अस्ति. प्रसक्तिः नास्ति खलु महोदय, तत्र मध्यमपुरुष एकवचनरूपं पूर्णप्रक्रिया, अनन्तरम् उत्तमपुरुषे वदति वा? कुत्र भगिनि? अत्र एव लोटि एव. मध्यमपुरुष एकवचनस्य पूर्णप्रक्रिया एकवारं ददा योग स्व इति अस्ति, स्तम्भस्य रातः इत्यनेन अपि तस्य, अतः ददस्व अत्र इदानीं ददस्ततोश्च इत्यनेन बष् भावः भवति, दध अतः दध इति अस्ति, दध योग स्व अत्र चत्वं भवति, दत्स्व इति भवति, दकारस्य तकारः भवति, चत्वं भूत्वा दत्स्व इति भवति. अतः तत्र प्रथमं तु श्नाभ्यस्तयोरातः इत्यनेन आकारलोपः, ददस्ततोश्च इत्यनेन बष्भावः, अनन्तरं खरिच, अनन्तरं खरिच. इदानीम् उत्तमपुरुषे आवहयामः इत्यत्र कार्यं, तत्र श्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः नास्ति, अतः दधा योग तत्र पित् अस्ति, आडुकमस्य पित् इति अत्र अस्ति, अतः ऐ पित् अस्ति, अतः स्ताम्भ्यस्य प्रसक्तिः नास्ति, दधा योग ऐ दधै इति अत्र वृद्धिः भवति, दधै तथैव दधा वहि अत्र सवर्णदीर्घसन्धिः अस्ति, ददा दधा महि इति रूपम्. सम्यक्, तावदेव, अस्तु, धन्यवादः महोदय, लङ्गीरूपं साधनीयं किल? अस्तु, करोमि वा? आं, लङ्गी वदतु महोदय, अनन्तरं श्रीवल्लभः. इदानीम् अङ्गमस्ति दधा इति अभ्यस्ताङ्गमस्ति, दधा अपि च अडागमः भवति अत्र, लुङ् लङ् लुङ् षडुदात्त इत्यनेन, अतः अदधा इति रूपमस्ति. इदानीं ता अताम् अत ताः तां त्वम् ई वहि मयि सर्वे अपित्पत्ति अस्ति, अतः अभ्यस्त अस्ति, सोरि गुसंज्ञक अस्ति, अतः स्थाभ्यस्य रात इत्यस्य एव प्रसक्तिः सर्वत्र, नीलगो नास्ति, अतः इदानीं रूपमस्ति अदध् अदध् अदध् इति भवति, अधद् अधद् इति रूपम् अङ्गमस्ति, अधद् योग त इति अस्ति, अत्र बष्भावः भवति वा अत्र अध आं भवति, अहं चिन्तयामि तत् तकारप्रत्ययः अतः अनन्तरम् अत्र अधद् इति भवति, अधद् योगत चत्वम् अधत्त इति भवति, अधत्त अग्रे अधद् योग आताम् वर्णमेलनम् अस्ति अत्र अधाताम् अधद् योग अत् अत्रापि वर्णमेलनम् अधत् तत्र अभवत् अधद् इति रूपमस्ति अग्रे ताः इति अस्ति ताः अत्र अस्तु अत्र अधद् योग था इति अस्ति इदानीं भष्भावः भवति अधद् योग था इति अस्ति अग्रे अनन्तरं धकारस्य चत्वं भवति अतः अधत्ताः इति भवति अग्रे अधद् योगाथाम् अधाथाम् अग्रे अधद् योगध्वम् अस्ति अत्रापि ददस्ततोश्च इत्यनेन अत्र ततस्ततोश्च धोः इति अस्ति अतः तत्रापि भष्भावः भवति अधद् योगध्वम् अधद्वम् अत्र एकवारम् अधद्वम् दकारस्य अधद्वं किं भवति अत्र दकारद्वयमस्ति अधद्वं लोपः भवति वा कर्वर्णः वा जश्वर्णः वा हा जश्वर्ण जश्वर्णः अस्ति अतः अधध्वम् एव वा एकवारम् अधद्ध्वम् अस्ति अत्र स्वरूप अस्ति खलु अत्र एकस्य लोपः भवति वा केन सूत्रेणापि भवति वा तत् जरोजरि सवर्णे वा जरोजरि आमामां पदान्ते तद् भिन्नकार्यम् आम् जरोजरि सवर्णे इति भिन्नकार्यम् तर्हि एतत् एव भवति वा आम् जष्ट्वमेव यदा खर्वर्णः परः अस्ति चेत् खरि च जष्वर्णः परः अस्ति चेत् जष्ट्वम् न अत्र इदानीम् अत्र ह्रस्वः भवति वा भगिनि अत्र धकार अस्ति खलु आम् तदेव महाप्राणधकारः अल्पप्राणः भवति अधध्वम् अधध्वम् इति अस्तु अग्रे अदधा इति अस्ति अदधि इति भवति अदद्वैः अदध्महि इति रूपम् सम्यक् अत्र जरोजरि सवर्णे इति वदति हलः परस्य जर्वर्णस्य सवर्णे जर्वर्णे परे विकल्पेन लोपः भवति पदान्ते अस्ति वा नास्ति महोदय 8-4 एव तदपि अन्ते आगच्छति चष्टुम् इत्यस्य जलो तदपि 8-4 एव किल तत्र जर् अयं प्रत्याहारः वर्गे चतुर्थ तृतीय द्वितीय प्रथम षष अस्तु सवर्णे परे विकल्पेन लोपः भवति इति वदति हलः परस्य जर् वर्णस्य महोदय तत्र अतः न भवति हलः परस्य जर् वर्णस्य सवर्णे जरिपरे वकल्पेन लोपः धकारः अस्ति सवर्णवर्णः परन्तु हलः परः नास्ति किल अकारः अस्ति किल तत्र हलः परः जर् अस्तु अस्तु अलः पराजल अस्तु अस्तु क्षम्यतां सत्यम् अतः न भवति तर्हि जलाञ्जसि इत्यस्य सूत्र जलाञ्जसि इत्यस्य सूत्रस्य एव त्यस्त्वमेव अलः परः जर् अस्ति चेत् प्रायः भवति सम्यक् अस्तु विधिलिङ्गि कस्य क्रमः श्रीवल्ली भगिनी विधिलिङ्गि वदति वा आं भगिनि सर्वे प्रत्ययाः अजादि अपि तस्ति श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति रूपाणि भवति दधा इति अङ्गं दधीत दधीयात दधीरन् दधीथाः दधीयाथां दधीध्वं दधीय दधीवहि दधीमहि इति रूपाणि भवन्ति सम्यक् अतः ध धातुः अभवत् इदानीम् आकारान्तधातुः अभवत् इकारान्तधातुः विषये अग्रे सरामः उषा भगिनी पठति वा इकारान्तदातवः इकारान्तदातवः आं भगिनि इकारान्तदातवः ईकारान्तधातवः च त्रीणि दातवः त्रयः पुल्लिङ्गः I was reading the three S, three. Okay. दातुः इति पुल्लिङ्गपदम् अतः त्रयः दातवः त्रयः दातवः ओके त्रयः दातवः त्रयः ई ईकारान्तदातवः सन्ति वर्गस्य विभक्त वर्गद्वये विभक्ताः यतः अजादि अपित्सु कार्यं पृथक्तया क्रियेत की ज्ञाने की धातुः निभि भये भी धातुः च असंयोगपूर्वौ धातुः ह्री लज्जायां ह्री धातुः संयोगपूर्वः वर्गद्वये विभक्ताः यतः अजादि अपित्सु कार्यं पृथक्तया क्रियेत ओके अजादि अपित्सु कार्यं पृथक्तया क्रियेत ओके की द्वित्वम् अभ्यासकार्यं च परिशीलनीयं तदवगतं वा भगिनी तत्र वर्गद्वयं किमर्थम् इति वर्गद्वये विभक्ताः यतः अजादि अपित्सु वर्गद्वये ऐ था देर् मीनिङ्ग् टु डिफ्रेण्ट् कैण्ड्स् आफ् धातूस् अमङ्ग् द त्री धातूस् भगिनी तत्र की ज्ञाने इति की ज्ञाने भी भये इति असंयोगपूर्वः या दोस दट् इस् वन् वर्ग अण्ड् ह्री लज्जायां द संयोगपूर्व इस् दि अदर् वर्ग किमर्थम् इत्युक्ते अजादि अपित्सु कार्यं भिन्नं भिन्नं भिन्नभिन्न ओके ओके अजादि अपित् ओके की धातुः द्वित्वं करोतु भगिनि द्वित्वं च की धातुः की की अण्ड् देन् चोहोकुः चोहोकुः इति सूत्रेण की इति छी भवति छि कि छिकि द्वित्वं किल कुहोचुः न चोहोकु सारि दट् इस् पदकः यद्यपि सूत्रम् अस्ति परन्तु दट् इस् त्रिपादिकार्य दिस् इस् अभ्यस्तकार्य या कुहोचुः सारि की कि कुहोचुः इति सूत्रेण क वर्गस्य स्थाने च वर्गः भवति सो चिक्कि चिक्कि भवति भी द्वित्वम् अभ्यासकार्यं च परिशीलनीयं भी भी द्वित्वं देन् भी भी वटदादर अभ्यासकार्य स्वः अभ्यासे चर्च अभ्यासे चर्च इति सूत्रेण भी इति स्थाने बी भवति ह्रस्वः फस्ट् भि इति स्थाने भि भवति भि भि भि ह्रस्वः इति सूत्रेण भि भवति भि भि भि भवति प्रथम भि ह्रस्व भि स्थाने अभ्यासे चर्च इति सूत्रेण चत्वं भवति चत्वं भवति सो ह्रस्व भि इति स्थाने ह्रस्व भि अल्पप्राण इति भवति भि भि इति भवति ह्री इति धातु ह्री ह्री इति इति भवति ह्री ह्री हकारः इति ककार ककारवर्णः कुहोश्चुः इति सूत्रेण कवर्गस्य स्थाने चकारवर्णः भवति ह्री ह्री ह्री प्रथम ह्री इति ह्री ह्री ह्रस्वः भवति प्रथमकार्यं ह्रस्वः भवति ह्री ह्री इति ह्री ह्री भवति प्रथम ह्रस्व हि ह्री स्थाने रकार शुडन् बि देर् रैट् भगिनि ह्रस्वः सूत्रसङ्ख्या 7459 तस्मात् पूर्वं किं भवति 7459 भगिनि सेवेन् फोर् हलादिशेषः कुहोश्चुः बट् देन् ह्री ह्री ह्री ह्रस्वः भवति ह्री ह्री देन् बिफोर् कुहोश्चुः डोण्ट् ऐ हेव् टु डु हलादिशेषः भगिनि टेक् अवे द री हलादिशेषः 7460 हलादिशेषः 7462 ओके ओ सो ऐ फस्ट् हेव् टु डु कुहोश्चुः अण्ड् देन् गो टु हलादिशेषः ओके कुहोश्चुः देन् ह्री इति स्थाने हकारस्य स्थाने जकारः भवति सो जिह्री बट् जिरि हकारस्य स्थाने जि भवति रि स्टिल् देयर् ओके जिरि हलादि ओके अण्ड् देन् हलादिशेषः रकारलोपः भवति सो जि जि ह्री समीचीनम् इदानीं ह्रस्वः इदानीं ह्रस्वः जि ह्री अनन्तरं जि ह्री भवति देट्स् इट् भगिनि कार्यं न समाप्तं किल ह्रस्वः जि ह्री इति भवति अनन्तरं एकम् अन्यत् एकं कार्यमस्ति जिह्री चतुर्थवर्णः एव अस्ति किल इदानीं हकारस्य स्थाने जकारः संवार नादघोष महाप्राण ओके ओके महाप्राण जि इस् देर् सो देन् देट् शुड् बिकम् जि भवति द अल्पप्राण जि भवति सूत्र भगिनि अभ्यासे चर्च ओके ओके अभ्यासे चर्च इति सूत्रेण ओके महाप्राण जि अल्पप्राण जि भवति ओके सो जिह्री इति भवति सम्यक् प्रायः प्रथमवारं वयं सर्वाणि सूत्राणि अत्र उपयोगं कृतवन्तः उरत् विना उरत् विहाय सर्वाणि सूत्राणि अत्र आगतं सम्यक् जिह्री इति अङ्गम् धन्यवादः भगिनि सम्यक् विजया भगिनी अग्रे पठति वा अग्रे प्रथमबिन्दुः हलादिपिच्छु तथैव खलु भगिनि आं भगिनि पठतु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः बिबि बिबि योगः ति बिबे इति गुणकार्यं भूत्वा योगः ति बिबेति इति अस्ति. अनन्तरम् अजादिपित्सु अजादिपित्सु तत्रापि सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भूत्वा यचो एव यवः अपि सूत्रं कार्यं करोति. ऐ आदेशः भवति. बिबि योगः आणि बिबे इति प्रथमं निष्पन्नम् अनन्तरम् आणि इति बिब् योगः ऐ यचो एव यवः इति सूत्रेण ऐ आदेशः भवति. अनन्तरम् आणि आगच्छति बिब् यानि इति ऐ आणि यानि बिब्या बिबयानि इति अस्ति. अनन्तरं हलादि अपित्सु तत्र निति च इत्यनेन गुणनिषेधः किमपि कार्यं नास्ति अतः वर्णमेलनमेव बिबि योगः तः बिबितः. अनन्तरम् अजादि अपित्सु अस्ति. अचिष्णुवोर् धातु भ्रुवो युवोरिव उवङ्ग उवङ्गौ इति अनेन संयोगपूर्वस्य इयङ् आदेशः भवति. जिह्रि योगः अति जिह् जिह् जिह् इति प्रथममस्ति. इय अति अस्ति. अनन्तरम् अति जिघुषियति जिघ्रियति इति अस्ति. एनकाचोर् संयोगपूर्वस्य इत्यनेन असंयोगपूर्वस्य एनादेशः. बिबि योगः अति बिब् योगः य एनादेशे य इति अस्ति. बिब् योगः य योगः अति बिब्यति. सम्यक्. अतः तत्र एव भेदः. अजादि अपित्सु एव संयोगपूर्वः असंयोगपूर्वः. यदा असंयोगपूर्वः अस्ति चेत् तत्र एरनेकाच संयोगपूर्वस्य इति सूत्रेण यणादेशः. संयोगः अस्ति चेत् अचिष्णुधातु ब्रुवाम् इत्यनेन इयङादेशः इति. भगिनि तत्र अचिष्णुधातु ब्रुवाम् इत्यस्य प्रथमवाक्यम् अनुवृत्तिसहित सूत्रं पठतु भगिनि. अचिष्णुधातु ब्रुवम् इवोरिव उवङ्ग स्नु प्रत्ययान्त अङ्गस्य स्वाधिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः. इकारान्त उकारान्त धातुः रूपी अङ्गस्य भू प्रातिपदिकस्य ब्रू प्रातिपदिकस्य च येषाम् इकारान्त इकारस्य उकारस्य स्थाने क्रमेण इयङ् ओवं च आदेशः भवति. तत्र अनुवर्तिसहितसूत्रं युवो युवोः स्नु धातु भ्रुवाम् अङ्गानाम् इयङ् उवङ् अचि अचि प्रत्यय परे अस्ति चेत् इवङ् उवङ् आदेशः भवति. सम्यक्. स्नु प्रत्ययान्त अङ्गं वयं दृष्टवन्तः स्वादिगणे. चिनु इति यदा वयं तत्र शक्नु चिनु इति दृष्टवन्तः. अनन्तरम् इकारान्त उकारान्त धातुरूपी अङ्गम् अस्ति चेत् भ्रू प्रातिपदिकमस्ति चेत् तत्र उकारस्य इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् इति क्रमेण आदेशः भवति. कदा भवति? अजादिप्रत्ययः परः अस्ति चेत् अचिष्णु धातु ब्रुवाम्. अतः अजादिप्रत्ययः परः अस्ति चेत् इयङ् उवङ् आदेशः इति वदति. तत्र अस्मिन् सूत्रे संयोगः वा असंयोगः वा इति किमपि न उक्तम्. अतः तस्य सामान्यसूत्रं यत्र कुत्रापि अस्य कार्यं भवति यदा अजादिप्रत्ययः परः अस्ति चेत् कार्यं भवति. अतः तद् सामान्यसूत्रमस्ति. अरुणा भगिनी एरनेकाचो असंयोगपूर्वस्य पठति वा? आं भगिनि. एरनेकाचो असंयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान्त अङ्गस्य यन् आदेशः भवति अचिपरे येन विधि ददन्तस्य इत्यनेन तादृश धातुः यस्य अन्ते इकारः न तु केवलम् इकाररूप्यङ्गम् अलोन्तस्य इत्यनेन अन्त्यस्य अल्वर्णस्य यनादेश न तु पूर्व अङ्गस्य पूर्णाङ्गस्य न एकम् अनेकम् अनेके एकाचः यस्मिन् सः अनेकाच् नञ् तत्पुरुष गर्भो बहुव्रीहिः तस्य अनेकाचः नास्ति संयोगः पूर्वे यस्य सः असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य एह स षष्ट्यन्त्यम् अनेकाधः षष्ट्यन्त्यम् असंयोगपूर्वस्य षष्ट्यन्त्यं त्रिपदमिदं सूत्रम् इनो यन् इत्यस्मात् यन् इत्यस्य अनुवृत्तिः अचिष्णुधातु भ्रुवां योर्यङ् वाङ्गौ इत्यस्मात् अचि धातोः विपरिणमेन षष्ट्यन्त्यम् इत्यनयोः अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुभूतिसहितसूत्रम् अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यन् अचि अत्र सूत्रं वदति एदनकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान्तङ्गस्य अस्ति चेत् यन् आदेशः भवति अचि परे. पूर्वं वदन्तः अचिष्णुधातो भवां युवो युवाङ्गौ तत् अत्र सूत्रम् असंयोगपूर्वः कुत्र संयोगः नास्ति तदेव असंयोगपूर्व धातु अस्ति चेत् इकार अङ्गस्य यन् आदेशः भवति तदेव तदत्र. आं सम्यक् यन् आदेशः भवति इति वदति सम्यक्. एतत् अपवादसूत्रम् अस्ति, केवलम् अपवादसूत्रम् अस्ति. इकारस्य एव भवति तत्र उपरि इकारस्य उकारस्य अपि अस्ति. आम् तत् अचिष्णुधातु ब्रुवां सामान्यसूत्रम्. अनन्तरम् इणो यण् इति एकं सूत्रम् अस्ति, तत्तु एकाच् अस्ति चेत् तत्र यन् भवति इति, तद् अपवादः अचिष्णुधातु ब्रुवाम् इत्यस्य. अनन्तरम् एरणेकाचो असंयोगपूर्वस्य इति सूत्रम् अस्ति, तदपि अपवादः अचिष्णुधातु ब्रुवाम् इत्यस्य अपवादसूत्रमेव. अचिपरे एव कार्यं भवति, तत्र इयङ् आदेशः अत्र यण् आदेशः, अतः सब्सेट् एव अस्ति किल. अपि च अत्र इकारस्य एव अस्ति खलु भगिनि, अत्र इकारस्य उकारस्य भवति, तस्य क्षेत्रं किञ्चित् बृहत् अस्ति. अचिष्णुधातुब्रुवां सार्वधातुकार्धधातुकयोः अचिष्णुधातुब्रुवाम् इत्यस्य अपि वयं चिन्तनं कृतवन्तः किल, सार्वधातुकार्धधातुकयोः इति परत्वात् तस्य एव बलम् अधिकम् इति. अतः तस्य क्षेत्रं तु बहु बृहत् अस्ति, तत्र पित्वम् अपित्वं किमपि न उक्तम्. अचिपरे एव युवोः श्नु धातुः अनन्तरं ब्रुवाम् इति प्रातिपदिकम् इति बृहत् क्षेत्रम् अस्ति, तस्मिन् क्षेत्रे एरनेकाचो असंयोगपूर्वस्य इत्यस्य सब्सेट् भवति किल. असंयोगपूर्वः अनेकाश् भवतु इत्यपि अस्ति. महोदय, भवान् एव अष्टाध्यायी डाट् काम् किञ्चित् उद्घाटयतु, तत्र एरनेकाचो असंयोगपूर्वस्य 6482 तत्र पठतु महोदय. धात्वान्त सूत्रात् अस्ति, धात्वन्त अनेकाच् अङ्गस्य धातोः धात्वन्त अनेकाच् अङ्गस्य धातोः असंयोगपूर्वस्य ईण् वर्णस्य अजादिप्रत्यये परे यणादेशः भवति. ई वर्णस्य ई इत्युक्ते अत्र अणदेशवर्णचापत्र इत्यनेन भवति ग्रहणं भवति एव. ई वर्णः इत्येव दत्तमस्ति किल, ई वर्णस्य अजाधिपत्ये परे यणादेशः भवति. अस्य सूत्रस्य कः अर्थः किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः. प्रथमबिन्दुः, अनेन सूत्रेण अजाधिपत्ये परे यणादेशः प्रोक्तः अस्ति. कस्य यणादेशः? अत्र स्थानी अस्ति असंयोगपूर्वस्य एः धातोः, धातोः इति विशेषम् असंयोगपूर्वस्य तथा एः इति विशेषणे. प्रथमं विशेषणमस्ति एः इति, एतत् इ इत्यस्य षष्ठी एकवचनमस्ति. एः धातोः इत्युक्ते इ वर्णान्तात् धातोः एन विधिसन्दस्य अलोन्तस् इत्यनेन अस्य ई वर्णान्तधातोः अन्तिमवर्णस्य इत्युक्ते ई वर्णस्य यणादेशः भवति इति अर्थः जायते. धातोः अस्य द्वितीयं विशेषणम् अत्र प्रयुक्तमस्ति असंयोगपूर्वः इत्युक्ते सः धातुः यस्य अन्तिम ईवर्णात् पूर्वः संयोगः नास्ति किं नाम संयोगः हलोऽनन्तरासंयोगः इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणं संयोगसंज्ञां प्राप्नोति पञ्चमबिन्दुः अतः अत्र स्थानिनः वर्णनं कथं कृतमस्ति सः धातुः यस्य अन्ते ईवर्णः अस्ति तथा यस्मिन् धातौ ईवर्णात् पूर्वः संयोगः नास्ति एतादृशस्य धातोः अन्तिम ईवर्णस्य स्थाने अच् प्रत्यये परे यणादेशः भवति अयं स्थानी अनेकाच् अङ्गस्य भवेत् इति उक्तमस्ति इयं सम्बन्धषष्टि अतः अत्र वर्णितः धातुः अनेकाच् अङ्गस्य अवयवः भवेत् इति आवश्यकम् अनेकाच् इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति पदाङ्गाधिकारे तस्य च तदन्तस्य च अनया परिभाषा अनेकाच् अङ्गस्य धातोः इत्युक्ते अनेकाच् अङ्गस्य अन्ते विद्यमानस्य धातोः इति अर्थः निष्पद्यते अतः अस्य सूत्रस्य सम्पूर्णार्थः अयं यत्र अङ्गम् अनेकाच् अस्ति तत्र तस्य अङ्गस्य अन्ते यदि ईवर्णान्तः असंयोगपूर्वः धातुः विद्यते तर्हि तस्य धातोः ईवर्णस्य अजाधिपत्ये परे अणादेशः भवति अवगतं वा इदानीं किञ्चित् स्पष्टतया लिखितमस्ति यदा सूत्रं पठामः एतेन क्रमेण एव वयमपि अवगन्तुं प्रयत्नं करणीयं कथम् एकमेकं वाक्यं एकमेकं पदं स्थलसार्थक्यम् इति वदामः किल तादृशं करणीयं सम्यक् रीत्या लिखितमस्ति उदाहरणानि किञ्चित् जटिलानि उदाहरणानि वयं न दृष्टवन्तः इदानीं पर्यन्तं परन्तु एतत् एतावत् यत् बिन्दुः अस्ति तद् पर्याप्तम् अस्माकं कृते भगिनी तत्र इन् धातु इनोयन् इति तत्र अङ्गस्य अच् सर्वे स्वराः वर्णे परे यनादेशः भवति परन्तु तत्र एरणकाचो एतत् संयोगपूर्वस्य इति सूत्रेण तत्र धात्वन्त अनेकाच् अङ्गस्य धातोः असंयोगपूर्वस्य ई वर्णस्य अजादिप्रत्यये परे एव यन् आदेशः भवति सारांशरूपेण खलु भगिनि आं सम्यक् आं तदेव तदीन् धातोः विषये एव इनो यण् इति एतत्तु अनेकाच् अस्ति चेत् सम्यक् अस्तु अतः अस्मिन् अद्य प्रायः वयं त्रयः धातवः किल बि धातोः विषये एव एकं सूत्रम् अस्ति तद् प्रायः अग्रिमसप्ताहे पठिष्यामः अतः रूपम् ईकारान्त ईकारान्तधातोः रूपाणि गृहपाठरूपेण कृपया साधयन्तु बी धातुः एकं विशिष्टसूत्रं पठित्वा वयम् इकारान्तधातुः अग्रिमसप्ताहे पश्यामः पुनः तत्र केवलं परस्मैपदीनः एव खलु भगिनि आत्मनेपदीनिश्चयं न आत्मनेपदी नास्ति बी धातुः आत्मनेपदी नास्ति परस्मैपदी धातुः एव अन्यत् अपि अस्ति की धातुः अस्ति अनन्तरं अन्यत् एकं धातुः भगिनी उक्तवती ह्री धातुः की ह्री बि इति धातुत्रयम् अस्तु अस्तु भगिनि किं भगिनि बि इति अनन्तरं ह्री इति बि हु अपि वा न ईकार ईकारान्तः एव की इति की ज्ञाने वा आम् आं भगिनि अस्तु गृहपाठं करोमि आम् धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः भगिनि धन्यवादः